नमस्कारः. तर्हि इडुव्यवस्था इति पाठः जातः, तस्मिन् अनिद्धातूनाम् अनन्तरं क्षम्यताम् अजन्तधातूनां हलन्तधातूनाम् इड्व्यवस्था तु समाप्तं. तर्हि अग्रे तु समाप्ता, अग्रे तु अभ्यासः इति डेट् करणात् पूर्वं वयं अभ्यासं किञ्चित् कुर्मः इति महोदयस्य आशयः. तर्हि भगिनी कारयतु कृपया. अस्तु, आवली अस्ति अवामत् आरभ्य दक्षिणपर्यन्तं गच्छामः इति टेक् इति. इदानीं टेक् इति हलन्त ककारान्तधातुः अस्ति. वयं जानीमः ककारान्त हलन्त् केवलम् एकमेव अस्ति, शक् सो आवलं नास्ति. अतः टेक् इति सेक् अस्ति, टेक् इति भवति. टेक् तुं यदि वयं स्वीकुर्मः तुं भवति, सो टेक् तुम् इति रूपं भवति. ध्रु इति उकारान्त अजन्तधातुः अस्ति, षड् उकारान्तधातवः वयं जानीमः. यु रु नु स्नु शु श्रु एतेषु ध्रु अन्यसम एतेषु ध्रु नास्ति. जनः करोति वा भगिनि, तथा कुर्मः वा इति? प्रथमम् इति कृतवान्, तदनन्तरं यत् सेत् अस्ति वा अन्यत् अस्ति इति तदनन्तरं वयं शीघ्रे कृतवन्तः. प्रथमं एक महोदय पृष्टवान् कथं ध्रु इति नास्ति इति अभ्यासः भवति न. ध्रु इति गुणकार्यं भवति ध्रो, तत्र त्रीणि त्रीणि कृत्वा तदनन्तरं षड् कृतवन्तः वर्गे. अस्माकं किञ्चित् एकैकं कुर्मः जनद्वयम्. अस्तु अस्तु अस्तु, तर्हि ध्रु इति वयं तु ध्रु इति किम् अस्ति, अनिट् अस्ति खलु, सेट् अस्ति, अजन्त अस्ति, सो इति अनिट् भवति न, केवलम् अपरिगणित अस्ति भवति. दातवः सेटः सन्ति इति कृत्वा अनिट् भवति. महोदय, वयं करपत्रम् अधीतवन्तः, तत्र इति तर्हि ध्रु इति अनिट् अस्ति. तर्हि षड् धातूनां तत्र नास्ति इति कृत्वा अनिट् अस्ति. तर्हि ध्रु प्लस् किं रूपं कर्तव्यं भगिनि? द्रोतुम् इति भवति न, गुण भूत्वा तदनन्तरं द्रोता, द्रोतुं, द्रोतव्यम्, अनन्तरं द्रोष्यति इति भवति वा? द्रोष्यति इति द्रोष्यति भवति भगिनि. ध्रु इति धातुः अहं तु धातुकोषे न पश्यामि एव, टेक् इति धातुः. वयं तु अन्यत् कृतवन्तः इति कारणकि अस्माकम् आवल्यां यत् अस्ति सेत् केवलं षड् उकारान्त धातवः सन्ति. आमां, न टेक् इति धातु प्रथमधातु भगिनी यत् उक्तवती तत् धातुकोषे नास्ति एव. महोदय करोति वा चित् इति? चित् महोदय, चित् टकारान्त अत्र नास्ति कोष्टके, अतः अनीत्यति चित् चित् इकार आदेशः वा इडा इडागमः, अतः सेटि सेटि महोदय किं रूपं किं किं वदामः? भगिनी सर्वे कुर्मः केवलम् एकं तुं तुमन् वा तास् तुमन् तव्यत् ल्युट् अस्ति खलु, तास् तुमन् तव्यत् अनन्तरं ल्युट् ल्युट् लिङ्ग् इति त्रिरूपमेव पदं न जानीमः, आत्मनेपदी अस्ति वा पदं न जानीमः न, आत्मने अस्ति वा परस्मे, तु कथं कुर्मः चेत्? आं भगिनि, शेटव्यं वा महोदय? न, शेटितुं, शेटितं, शेटितुं, शेटितव्यं, शेटितव्यं, ता अत्र सुनसु न भवति कार्यं, तकारः मध्ये आगच्छति खलु? आमामां क्षम्यतां, चेटि चेटितुं, चेटिता, चेटितव्यं भगिनी सम्यक् वा? अस्माकं हलन्त् धातु दकारान्त आव्ल्याम् अस्ति, सो इति अन्यत् भवति, वेत्तुम् इति भवति, वेत्ता, वेत्तुं, वेतव्यम् इति भवति. अस्तु भगिनि, अग्रे तु अपि स्थितिः अस्ति, वयं तु वर्ष दस् इति पठितवन्तः खलु सकारान्तदातु, अनिटः सन्ति, तर्हि अत्र तु पिस् इति तु सेट् भवति, तर्हि पेषिता, पेषितुं, पेषितव्यम्. अग्रे महोदय कस्य क्रमः? महोदयस्य क्रमः, महोदयस्य ब्रू इति ध्रुव, ध्रुव उकारान्तधातूनां नास्ति अत्र कोष्टके, नास्ति, अतः इडागमः भवति. दरिद्रा अनित् भवति, अनित् महोदय उकारान्तधातु ऋकारान्तः, सारि समीपम् विकारान्तः न दत्तं महोदय, द्वं द्वयमस्ति विकारान्तदातु, व्रिङ् व्रिङ् आम् अत्र नास्ति, व्रिङ्ग् दर्तुं, दर्ता, दर्तुं, दत्ता, दर्तुं, दर्तव्यं, सम्यक् गुणं भवति किन्तु द्वर्तुं, द्वर्तव्यं, न इद् वा इर् इति भवति खलु, स्वर्तव्यं, व्रज् हलन्त् जकारान्त इति आवल्यां नास्ति, अतः सेट् अस्ति, व्रजिता, व्रजितुं, व्रजितव्यम् इति भवति. लग् इति धातुः तु जकारान्तदातुः एव आवल्यां नास्ति अस्माकम् इति कृत्वा सर्वेपि जकारान्तदातवः तु सेटः भवन्ति, तर्हि लघिता, लघितुं, लघितव्यं, तदेव तकारन्दपि नास्ति, अतः इडाहं भवति, केटिता, केटितुं, केटितव्यं. तुषा भगिनी अग्रे पठितुं वक्तुमिच्छति वा? गुङ् इति किं पठामि? अभ्यासः इति अस्ति खलु, तद् वयं कुर्मः, करपत्रम् अहं पत्रे प्रेषितवती, अहं लिङ्क् अत्रापि अत्रापि चाट् मध्ये प्रेषयिष्यामि, भवती शृणोतु, प्रायः अग्रिमपर्यायः यदा आगच्छति तदा भवती करोतु, तत्र चाट् मध्ये प्रेषयतु. इदानीं शृणोमि. अस्तु भगिनि, I'll tell you when I can open it. अस्तु भगिनि. गु इति नकार संज्ञक भवति, सो गु इति भवति अजन्तधातु, किन्तु उकारान्त आवल्यां नास्ति, अतः अन्यत् भवति, गोतुं, गोता, गोतुं, गोतव्यम् इति भवति. अत्र तु लृट् लृङ् इत्यपि कर्तुं शक्यते खलु, लृट् लृङ् अपि वक्तुं शक्यते खलु, आत्मने पदे अस्ति, साधु साधु साधु इति भवति, गोषते, गोषत इति भवति. न किन्तु किन्तु भवादिगणं न गणनिर्देशः नास्ति खलु, तर्हि आत्मनेपदी अस्ति, भवति गोषते इति भवति, धातु शकार अगोष्यत् ओकार सकार भोजने सकार भवति साधु अगोष्यते अगोष्यत् वृत् इति अस्ति वृत् इति तु तकारान्तधातवः एव नास्ति अस्माकम् आवल्यां तर्हि वृत् इति धातुः निश्चयेन चेत् अस्ति तर्हि अत्र तु गुणकार्यं भूत्वा पुगन्तलघुपदस्य चेत् गुणकार्यं भूत्वा वर्तिता वर्तितुं वर्तितव्यम् लब् धातुः कोशक अस्ति अतः इडाहम भवति न भवति न भवति अतः लब्धा लब्धुं लब्धव्यम् इति वक्तुं शक्नोमि भगिनि भवति वदतु नेक्स्ट् वन् लेमि सी कुत्र अस्मि एकनिमिष एकत्र अस्तु श्रीश् न श्रीश् शकार अनिट् अस्ति श्रेष्ठा श्रेष्ठं श्रेष्ठ अस्माकम् आवल्यम् आसीत् वा आवल्यं तर्हि सेट् नास्ति अनिट् अस्माकम् आवल्यं नास्ति चेत् सेत् भवति खलु आवल्यं नास्ति वा श्लिश् अस्ति अस्तु अस्तु अस्तु श्रिष्टु श्रेषितं श्रेषिता श्रेषितुं श्रेषितव्यं समीचीनं भगिनि गृज् आवल्यां नास्ति अतः सेट् अस्ति धर्जितुं धर्जिता धर्जितुं धर्जितव्यम् इति भवति धर्जितुम् इति गुणं भूत्वा आं भगिनि ऋज् अपि आवल्यं जकारान्तदातवः एव न सन्ति न जकारान्तदातवः सन्ति खलु किन्तु अस्माकम् आवल्यं न सन्ति ऋज् इति नास्ति ऋज् इति धातुः तर्हि अर्जिता इति भवति वा अर्जिता अर्जितुं तदेव गुड् अपि नास्ति अतः गुटिता गुटितुं गुटितव्यम् इति घोटितं घोटिता घोटितुं होडिता होडितुं होडितव्यम् लुप् लुप् अवल्यमस्ति लोप्ता लोप्तुं लोप्तव्यम् अस्तु कुक् ककार इति केवलम् एक एम् शक् अस्ति अतः सेट् अस्ति कोकितुं कोकिता कोकितव्यम् पुट् इति धातुः अस्ति टकारान्तदातुः धातवः अस्माकम् आवल्यं नास्ति एव तर्हि ईडागमः अस्ति सेट् अस्ति स्फोटिता स्फोटितुं स्फोटितव्यम् इति अस्ति यः अनीत तेप्ता तेप्तुं तेप्तव्यम् त्रीणि इकारान्त उद्युपदति शिप् तिप् लिप् तिप् आम् लिप् अपि अस्ति तिप् लिप् देन् अगेन् लिप् लिप् शिप् शिप् तिप् लिप् क्षेप्ता क्षेप्तम् इति धन्यवादः पुष्पा भगिनि त्वक् ककार धातुः आवल्यां नास्ति त्वकितुं त्वकिता त्वकितुं त्वकितव्यम् मम क्रमे जिम् इति आवल्यां नास्ति ओ द्रम् आवल्यां नास्ति मकारान्त वयं जानीमः केवलं चत्वारः मातरः सन्ति भगिनी ध्वनिः सम्यक् न श्रूयते भगिनि किञ्चित् दूरं दूरं जिम् इति अस्ति तर्हि वयं तु मकारान्तधातुत्रयमेव वयं पठितवन्तः. गम् गम् यम् रम् इति पठितवन्तः. त्रिषु अपि नास्ति इति कृत्वा जिम् तर्हि इडागमः अस्ति, सेट् अस्ति, जेमिता जेमितुं जेमितव्यम् इति. मणिमहोदय अधः जिम् इडागम किम् अहम् उक्तवती जिम् मम क्रमः आसीत् जिम् जेमिता जेमितव्यम् इति अहम् उक्तवती. ओ उक्तवती महोदय, क्षम्यतां महोदय. चर् अत्र रेप दातु नास्ति चर् इति, अतः इडाहम भवति चरितुं चरिता चरितुं चरितव्यं सम्यक् वा? पुष्पा भगिनि क्रप् हा क्ष क्रप् कृपल्यं नास्ति. कर्पितुं कर्पिता कर्पितुं कर्तव्यं गुणकार्यं करोति तत् गुणकार्यम् आगच्छति. प्रश्नः अस्ति नास्ति किमर्थं गुणकार्यं कस्य वर्णस्य गुणकार्यं भवति सामान्यतया न कस्य वर्णस्य गुणकार्यं भवति इकारस्य उकारस्य ऋकारस्य वा भवति खलु रेफस्य भवति वा गुणकार्यं लघु किन्तु अत्र प्रश्नः अस्ति किम् अस्ति रेफस्य प्रथमं ऋकारः भूत्वा तदनन्तरं गुणकार्यं भवितुम् अर्हति तस्य वयं किं वदामः रेफस्य स्थाने ऋकारः यत्र आगच्छति भगिनि तस्य नाम किम् सूत्रस्य नाम न न न अहं किं भगिनि क्रिया इति भवति सम्प्रसारणं क्रिया सम्प्रसारणं भवति चेत् किन्तु अत्र सम्प्रसारणं प्रायः न भवेत् इति मन्ये न भवति चेत् कृपिता आं कृपिता इति एव दत्तमस्ति कृपिता सम्प्रसारणम् अस्ति न नास्ति न भवति न सम्प्रसारणं सम्प्रसारणसूत्रद्वयं पठितवन्तः खलु किम् आसीत् स्वपि यजादीनां आसीत् अन्यदपि अस्ति खलु यजादीनां किति इति किमपि आसीत् ष्टि विचति वृच्छति पृच्छति बृञ्जतीनाम् इति चेति अग्रे अस्तु कृति सेक् अस्ति भगिनि मम क्रमं मश् मश् कारान्तधातु अस्माकम् आवल्यां नास्ति अस्माकम् आगमे मृच् अस्ति न तु मश् अतः इति सेट् भवति मसिता मसितुं मसितव्यम् हे इति मम धातुः अस्ति सर्वे अपि अत्यन्तदातवः तु किम् अनितः सन्ति तर्हि हे इत्यस्य किं भवति ह्वा भवति आदेशोपदेशे उपदेशे अनुशशिति इत्यनेन तर्हि ह्वाता ह्वा तुं ह्वातुं ह्वातव्यम् इति भवति साधु वा साधु अनन्तरं दह् धातु अत्र अस्ति अतः इडः वा नास्ति दग्धा दग्तुं दक्तव्यम् अत्र इक् नास्ति आवल्यां ककारः हा नास्ति तत्तु इखिता एव न ये ये गुणकार्यं नास्ति गुणकार्यं नास्ति गुणकार्यं गुणकार्यं भवति भवति न भवति हा एकितव्यम् एकीतुम् उकारान्त जन्तधातुः अस्ति आवल्याम् अस्ति अतः सेट् भवति यविता यवितुं यवितव्यं गुणं भूत्वा यु यो भवति तदनन्तरम् अयादेश यविता यवितुं यवितव्यं धन्यवादः त्राय इति पुनः एजन्तदातुः अस्ति तर्हि सर्वेपि एजन्तदातवः किम् अनीटः सन्ति इति कृत्वा तस्य किम् एकारान्तानाम् आ इति आगमः भवति आ इति आदेशः भवति एजन्तानां स्थाने तर्हि आदेश उपदेशे अशीति इति सूत्रेण तर्हि ऐ इत्यस्य आ भवति तर्हि त्राता त्रातुं त्रातव्यम् इति भवति रूपाणि टकारः कोशके नास्ति अतः ईकार आदेशः चेटिता चेटितुं चेटितव्यं महोदय आवल्यं मीन्स् किम् अर्थः महोदय आवलिः इत्युक्ते टेबल् इति अस्ति खलु लिस्ट् इति क्यू इति अपि अर्थः अस्ति खलु आवलिः चेटिता चेटितुं चेटितव्यम् आम् महोदय धन्यवादः तत्तु ऊट् ओटिता ओटि तद् नास्ति आवलि मे आवलि ओटिता ओटितुम् ओटितव्यं त्रप् इति धातुः नास्ति इति मन्ये त्रप् इति न पठितम् इति मन्ये तर्हि किम् अस्ति सेट् अस्ति तर्हि त्रपिता त्रपितुं त्रपितव्यम् इति मणिति आवल्यां नास्ति नकारान्त धातुः नास्ति अतः सेट् भवति मणिता मणितुं मणितव्यं मम क्रमः वा भवती उक्तवती अत्र नास्ति अतः इडाहम भवति स्तरितुं शरितुं सरिता सरिता सरित्युं सरिता स्तरितुं सरितव्यं धन्यवादः क्षम्यतां क्षम्यतां सारि मच् मच् नास्ति आवलि आवल्यं नास्ति मच् मचिता मचितुं मचितव्यं कड् इति आवल्यां नास्ति दकारान्त अस्ति कदिता कदितुं कदितव्यं शक् इति ककारान्तदातुः तु शक् इति एकमेव धातुः अस्ति ककारान्तदातुः अस्माकम् आवल्यम् इति कृत्वा सेट् भवति तर्हि चकिता चकितुं चकितव्यम् मिस् अहं न जानामि अस्ति वा नास्ति वा नास्ति नास्ति वा केवलं त्रीणि अस्तु अतः इडाहं भवति मेषिता मेषितुं मेषितव्यम् महोदय विष् अपि अस्ति चत्वारि अस्ति पद् भवति शकारान्त अतः अनीत सेट् भवति विष् भवति सेट् अस्ति चेत् नास्ति मिश् नास्ति हलन्तधातु आवली अन्यधातु प्रायः हलन्तधातवः सेट् सन्ति केवलं यत् आवल्याम् उक्ताः सन्ति धातवः ते अन्यत् सन्ति मिस् अस्ति वा नास्ति वा पुस्तके? नास्ति नास्ति. अप विडागमः भवति? आम्. मेषिता मेषितुं मेषितव्यम्. क्षम्यतां. श्वच्छ अपि नास्ति. नास्ति नास्ति श्वच्छ नास्ति. अवलयं नास्ति. श्वचितां श्वचिता श्वचितुं श्वचितव्यम् इति रकारान्तधातव सन्ति. अतः अनिता अनितुम् अनितव्यम्. अग्रे मम क्रमः अस्ति. सर्वेपि ऋकारान्तदातवः, तृ इति दातुः, सर्वेपि ऋकारान्तदातवः सेटः सन्ति खलु, सेटः सन्ति. तर्हि तरिता तरितुं तरितव्यम्. वै अपि अत्र कोष्ठके नास्ति, अतः विडाहम् अभवत् अर्हति. अहं चिन्तयामि व्ययिता व्ययितुं व्ययितव्यम् मया ज्वल् अपि नास्ति, लकार एव नास्ति. ज्वलिता ज्वलितुं ज्वलितव्यम्. कच् काल्यां नास्ति, अतः केक् अस्ति. केचिता केचितुं केचितव्यम्. तर्हि रुष्यति, रुष्यपि आवल्यां नास्ति. तर्हि रोषिता रोषितुं रोषितव्यम्. शिस् अस्ति, अहं चिन्तयामि भगिनि अस्ति, अतः सेट् भवति. शेषिता आवल्याम् अस्ति, अन्यत् भवति. अन्यत् क्षम्यताम्. श्रेष्ठा श्रेष्ठं श्रेष्ठा श्रेष्ठा श्रेष्ठं श्रेष्ठव्यम्. कन् कन् अपि नास्ति. कनिता कनितुं कनितव्यम्. ऐल् डु त्री भगिनि, त्री एट् अ टैम्. One, right? Whatever things you'll do that. महोदय भवान् किं चिन्तयति, त्रयं वा नो चेत् एकम् एकं कुर्मः वा? भवान् तीर्मन्तः तदेव. भवान् वदतु, भवतः अभिप्रायः वदतु, अभिप्रायं वदतु, कथम् इच्छति इति वदतु. एकमेकं वा त्रयं त्रयम् इति कुर्मः वा? भगिनि भवत्या यत् इच्छतः तद् कुर्मः. मम क्रम रप्ता रपितुं रप्तव्यं रपितव्यम् इति सेत् अस्ति वा आवल्यम्? नास्ति. तर्हि रपिता इति रपिता. आम्, अभिलामे तप् अस्ति. तप् अस्ति साधु. थकारान्तदातवः किमपि एकमपि नास्ति अस्माकम् आवल्यं. तर्हि क्वथिता क्वथितुं क्वथितव्यम् इति. स्तन्न नकारान्तदातुः अत्र नास्ति, हान्मन्येव अस्ति. अतः इडहम भवति. स्तनिता स्थनितुं स्थनितव्यं. क्षम् अपि तथैव, क्षमिता क्षमितुं क्षमितव्यम्. आप् आवल्याम् अस्ति, अतः इदागमं न भवति. अन्यत् अस्ति आप्ता आप्तुम् आप्तव्यम्. कित् इति अस्ति, तकारान्तदातुः दातवः, अस्माकम् आवल्यं नास्ति. तर्हि केटिता केटितुं केटितव्यम्. दै धातुः एचन्दधातुः अत्र आत्वं भवति आदेशे उपदेशति इति सूत्रेण. अतः ज्ञातुं ज्ञातव्यं वा महोदय? धन्यवादः. पुष्पा भगिनि, आप् आप् नो रु द्यै द्यै कृतं रु रु अस्ति रु. मया न अवगतम् अजन्तदातु भगिनि. अवलम् अस्ति न तत्तु रोता रोतुं रोतव्यम् नास्ति आवली अस्ति तत् भवति चेत् ओ अर्थ अर् आगच्छति न ऊकारः ओकारः रो रोत्ता रोत्ता रोतुं रोतव्यम् चेत् अस्ति साधु. ओ आवलि ओ शेट् अस्ति तत्तु रो रो रोता न रोता रो योग इता रो इता रविता न न रविता र रईता रईता रविता वकार ओ उकार न रविता रविता क्षम्यतां क्षम्यतां क्षम्यतां रविता रविता षड् उकारान्त पुष्पभगिनी स्मर यु रु नु स्नु नु श्नु इति षडस्ति. अस्तु मम कम गृज् गृज् इति जकारान्तधातुः अवलयां नास्ति अतः सेत् अस्ति गर्जिता गर्जितुं गर्जितव्यम्. भख् इति कारान्तदातुः किमपि नास्ति तर्हि भखिता भखितुं भखितव्यम् षट् अपि टकारान्त नास्ति अतः इदानीं भवति सटिता सटितुं सटितव्यम् तत्तु सकार नास्ति तद् नास्ति न भगिनि तोषितुं तोषिता तोषितुं तोषितव्यम् के सकारान्तदातव सन्ति अन्यत् भवति स्मरति सकारः खस् वस् तदेव न कोऽपि न अन्य कोऽपि न जि इति इकारान्त अजन्तधातुः अस्ति केवलं धातुद्वयं चेत् भवति श्विन् श्वी अपि श्री अतः अन्यत् अस्ति जेता जेतुं जेतव्यम् इति भवति. मम क्रमः अस्ति किम् आसीत् किम् उक्तवती भगिनी क्षम्यतां ब्रिज् ब्रिज् ब्रिज् सिद्धिति अस्ति सिद्धि ब्रिज् भगिनि ब्रिज् मम बृज् इति अस्ति जकारान्तदातु किमपि अस्माभिः न पठितं तर्हि बर्जि ब्रज् इति पठितं किन्तु बृज् न पठितं बर्जिता बर्जिता बर्जितुं बर्जितव्यं. महोदय अहं न जानामि सिद्ध अस्ति वा सिद्ध अस्ति एकमेव अस्ति व्यज् सिद्ध सिद्ध अस्ति वा अस्ति अतः अनीत् भवति अतः सेदा सेतुं सेतव्यं वा न सेता सेता अनन्तरं जलाञ्जसि सेद्दा सेद्दुं धकारः धकारः सेद्धा आं भगिनि सरलपणि उक्तवती अतः मया न सम्यक् उक्तं तदेव उक्तम् अत्र जलस्थौ दोधः कार्यं करोति अनन्तरं जलां जस्यसि तत्र सरलपणि उक्तवती धकारः धकार सेद्धुं सेद्धव्यं सेद्धव्यं साधु धन्यवादः धकारः आगच्छति वा ता आं भगिनि सरलपणि भवतु भवान् वदतु सिद्धयोगता ओके तकारस्य स्थाने ध भवति इदानीं झलाञ्चसि ध इति झसि अस्ति यत् दकार अस्ति धकार अस्ति झसि झल् अस्ति तस्य तृतीय वर्णः आगच्छति ध सेद्धा इति भवति तकार एकार दकार धकार आकार सेद्धा अस्तु अग्रिमे भवत्या विज् विज् अस्ति अस्ति आवलीयाम् अस्ति विज् वेक्ता वेक्तुं वेक्तव्यम् अस्तु तुब् मम क्रमसि बकारान्त धातव आवल्यां नास्ति तोबिता तोबितुं तोबितव्यं सेत् अस्ति अकृष् इति अस्ति किमस्ति अकृष् इति आवल्यम् अस्ति इति मन्ये ननु तर्हि तस्य रूपद्वयमपि भवति कृष्टा कृष्टुं कृष्टव्यं न न क्रष्टा भगिनि क्रष्टा भगिनि द्वयमस्ति रूपद्वयं तदेव उक्तवती पूर्वं रूपद्वयम् अस्ति कृष्टा कृष्टुं कृष्टव्यम् अनन्तरम् अन्यत् रूपम् अस्ति कर्ष्टा कर्ष्टुं कर्ष्टव्यम् इति भगिनि अत्र क्रष्टा न कृष्टा क्रष्टा रूपद्वयम् अस्ति भगिनि गुणकार्यं भूत्वा एकं रूपम् अस्ति अन्यत् रूपं गुणकार्यं विना अस्ति परन्तु क्रा अस्ति रूपद्वयं भगिनि पृस् अस्ति वा न जानामि महोदय नास्ति केवलम् एकमेव उदुपद सकारान्त धातु कृष् अस्ति इति स्मर्तव्यम् धन्यवादः धन्यवादः पृष् अत्र परिष्टुं परिष्टा परिष्टा ईकार पर्षितुं पर्षिता पर्षितुं पर्षितव्यं पर्षित अस्तु मया मया क्लत् न लुट् लुट् ओ लुट् लुट् लुट् नास्ति अत्र अत्र लोटिता लोटितुं लोटितव्यं मम क्रम क्लत् इति तकालान्तधातव सर्वे सेट् सन्ति क्लथिता क्लथितुं क्लथितव्यं पत् इति अस्ति पत् तु अस्माकम् आवल्यां तकारान्तदातवः न सन्ति खलु पतिता पतितुं पतितव्यम् इति रूपाणि ककारन्त तु शक्यव अतः अत्र विदाहः भवति अतः देखिता तेकिता तेकितुं तेकितव्यं साधु पुष्पभग्नि सृप् सृप् नास्ति नास्ति नास्ति सर्पि अस्ति वा सृप् आम् सृप् ओके ओके तत्तु स्रप्ता स्रप्तुं न सर्प्ता सर्प्तुं सर्प्तव्यं स्रप्ता स्रप्तुं स्रप्तव्यं द्वे अपि अस्ति न सन्ति द्वे रूपं यद्युपदपकारान्त दातव त्रीणि सन्ति त्रिप् द्रिप् त्रिप् ओके श्रुद् मम क्रम इति आवल्यां नास्ति अतः सेत् भवति श्रद्धिता श्रद्धितुं श्रद्धितव्यम् इति भवति गुणं भूत्वा श्रद्धिता भव्या भगिनि तर्हि घट् इति टकारान्तदातुः किमपि अस्माकम् आवल्यं नास्ति तर्हि घटिता घटितुं घटितव्यम् इति स्तुम्भपि नास्ति लब् लब् स्तुम्ब् नास्ति अतः इडाहम भवति स्तोभिता स्तोभितुं स्तोभितव्यं सम्यक् आसीत् धन्यवादः साध अस्ति सात्ता सातुं सातव्यं त्विश् अस्ति त्विश् त्विश् इति आवल्याम् अस्ति त्वेष्टा त्वेष्टुं त्वेष्ट त्वेष्टव्यं त्वेष्टव्यं षच्छति षच्छति चकारान्तदातुः अस्माकम् आवल्यां नास्ति एव तर्हि शचिता शचितुं शचितव्यम् इति नास्ति श्री श्री अस्य स्नी नास्ति अतः इकारान्तद्वयं डि इति अतः इडाहं न भवति नयिता नै न भवति ने नेता नेतुं नेतव्यं वा साधु धन्यवादः सर्वे सेट् सन्ति ईकार भवत्या क्रम पुष्पा भगिनी प्लीज क्लीप् फर् गेटिङ्ग् प्लिह् प्लेः तद् आवलीयं नास्ति प्लिह् प्लेः प्लेहिता प्लेहितुं प्लेहितव्यम् शुभ आवल्यां नास्ति सः सेक् शोभिता शोभितुं शोभितव्यम् कु इति अस्ति कु इति अस्माकम् आवल्यं नास्ति यु रु नु क्षु क्षु श्नु इति अस्ति तर्हि स्नु इति अस्ति तर्हि नास्ति इति कृत्वा इडागमः नास्ति तर्हि कोता कोतुं कोतव्यम् इति वित् अपि नास्ति तकारान्तदातुः अतः इडाहम भवति वेविता वेवितुं वेदिता वेदिता वेदितुं वेदितव्यम् पुष्पा भगिनी Oh my goodness, I'm sorry. Pull, na? Nij. Nij, nij. No, no, I was going to the next one. Nij, nij, nij, nij, nekta. Haasti. Nekta, nektum, nektavyam. So, anit asti va set asti? Anit. Sadhu. Okay, pull iti... अन्यत् सेट् भवति आवल्यां नास्ति लकारान्त दातवान् सो पोलिता पोलितुं पोलितव्यम् अस्तु मम क्रमः दु इति पुनः यूरुनु श्नु क्षु क्षु स्नु क्ष्णु इति एव दातवः सन्ति अस्माकम् आवल्यां तर्हि दु नास्ति इति कृत्वा दोता दोतुं दोतव्यम् दृश् अत्र कोष्टके नास्ति अहं चिन्तयामि अहं सरलपणे अस्ति वा सम्यक् वा नास्ति अतः इडाहम भवति दर्शिता दर्शितुं दर्शितव्यम् घस् घस् नास्ति अस्ति अस्ति कोष्टके अस्ति घस् घस् विच् विच् इस् अदर् वन् अत्र गस्ता एव गस्ता गस्तुं गस्तव्यं निद् आवल्यां नास्ति अतः सेत् अस्ति निदितुं निदितव्यं निदिता भगिनि मम तु अन्यत्र अन्यत्र अस्ति पुष् इति अस्ति पुष् इति अस्माकम् आवल्यं नास्ति इति मन्ये पुष् अस्ति अस्ति पोष्टा पुष् इति अस्ति पुष् किन्तु पोषित इति अपि अहं पठितवती तदर्थं भवति पुष् दात् अनेके दातवः सन्ति भगिनि तदर्थमेव पुष् इति रूपम् अहं पूर्वं पठितवती पोष्टा पोष्टं पोष्टव्यम् इति भवति तर्हि अस्ति अतः इडाहं न भवति करिचयकार्यं करोति चेता चेतुं चेतव्यं खग् नास्ति खगिता खगितुं खगितव्यं खुच् इति चेत् भवति खोचिता खोचितुं खोचितव्यम् हृ इति अस्ति हृ इति वयं तु ऋकारान्तधातुद्वयं पठितवन्तः वृङ् वृङ् अपरः अस्ति इति कृत्वा किम् अस्ति अनिट् अस्ति तर्हि हर्ता हर्तुं हर्तव्यम् इति धातुः सर्वे ऊकारान्तधातुः इडः भवति अतः मविता मवितुं मवितव्यम् मविता जट् जट् नास्ति सेट् अस्ति जट् जटिता जटितुं जटितव्यं यब् आव्याम् अस्ति अन्यत् अस्ति यब्धा यब्धुं यब्धव्यं मम क्रमः अस्ति पित् इति ठकारान्तदातु किमपि अस्माकम् आवल्यं नास्ति तर्हि पेटिता पेटितुं पेटितव्यम् इति नम् कोष्टक अस्ति यं नम् अस्ति अतः नम्ता नम्तुं नम्तव्यम् उह् नास्ति नास्ति उह् तु वो आगच्छति न ओहिता ओहितुम् ओहितव्यम् गम् आवल्याम् अस्ति गन्ता गन्तुं गन्तव्यं गमिष्यति अगमिष्यत् इति भवति चुप् नास्ति इति मन्ये मया पकारान्त सम्यक् न पठितं नास्ति चोपिता चोपितुं चोपिता त्रीणि भवति छुप् लुप् अपि शुप् न छुप् लुप् एकमेव अन्यम् अपि अस्ति उकारान्त छुप् लुप् तृप् उकारान्त तु तावदेव अस्ति द्वयमेव पश्यामि छुप् लुप् द्वयम् अस्ति भगिनि महाप्राणचकारस्य इडागमः न भवति चकारः अत्र यद् दत्तमस्ति चुप् इति तस्य तु इडागमः भवति. किद् किद् कोष्टक अस्ति अत्र इडागमः न भवति तदेव केता केतुं केतव्यम् पूर्वमेव उक्तवान् सदेव. पुष्पा भगिनी खज् खज् नास्ति खजिता खजितुं खजितव्यम् रुच् अपि नास्ति रोचिता रोचितुं रोचितव्यम् इति सेत् भवति. कक् अपि नास्ति शक् एव एकः धातुः अस्ति ककिता ककितुं ककितव्यं मकारन्दधातुः नास्ति अत्र च्युव् अतः इदाहं भवति चेविता चेवितुं चेवितव्यं सच् अपि नास्ति सचिता सचितुं सचितव्यं गग् अपि नास्ति सेत् अस्ति गगिता गगितुं गगितव्यम् यम् नास्ति यम् वदामि तदेव वदन्ति अस्मि तर्हि चिन्तयति यन्ता यन्तुं यन्तव्यम् इति भवति एजन्दातु अत्र नास्ति अतः इदम् आकारः भवति अतुं भूत्वा शाता शातुं स्यात्तव्यम् वयम् अत्र स्थगित्वा पृष्ठभागतः आगच्छामः वा नो चेत् महोदय अग्रे अपि करिष्यति वा सर्व शक्नुमः वयं पूरयितुम् अद्य न शक्नुमः इतोपि अर्धघण्टा एव अस्ति तर्हि कित् अस्ति विपरीतत्वेन आगन्तव्यं वा इति खेदितं खेदिता खेदितुं खेदितव्यं भगिनी सरला भगिनी पृष्ठभागात् आगच्छति वा अस्तु तदनन्तरं पृष्ठभागतः विपर्याय क्रमेण वयम् एतत् पूरिता पूरितस्य अनन्तरं एतस्मिन् पङ्क्तिं सर्वे कृतवन्तः खलु भवती जनद्वयमपि पूर्वपूर्वं कृतवन्तः खलु भवन्तः तर्हि पृष्ठभागः उदाहरणं किं वदामि इत्युक्ते द्रै इति अन्तिमधातुः अस्ति खलु आवल्यां यतः आगच्छामः वा इति साधु द्रै इति ऐकारान्त एजन्त सर्वे अन्यत् सन्ति सो आदेश उपदेशस्थिति अनेन द्रा भवति द्रातुं द्रातव्यं द्राता इति भवति. मम क्रमः विश् इति अस्ति विश् अस्माकम् आवल्यम् अस्ति इति मन्ये खलु तर्हि वेष्टुं वेष्टव्यम् इति भवति. महोदय कुत्र अन्ततः हट् हट् इति अस्ति भगिनि गो टु द लास्ट् भगिनि तदेव विपरीतक्रमेण अन्तिमभागं गत्वा यत् अन्तिमधा धातुः अस्ति आवल्यां ततः वयं पृष्ठभागात् आगच्छामः ट्रै कृतवन्तः विश् अपि कृतवन्तः हट् भवत्याः क्रमः हटितुं हटितव्यं महोदय दायते दै एजन्ट् धातवः आत्त्वं भूत्वा आमामां दाता दातुं दातव्यं तप् इति अस्ति प्रथमं अन्यत् अस्ति तप्ता तप्तुं तप्तव्यम् कत्र पै इति एजन्तदातुः अस्ति, आदेश उपदेशे शिति इत्यनेन किं भवति, पा भवति, पै इति सर्वेपि एजन्तः एजन्ताः दातवः अनेकः सन्ति इति कृत्वा पाता पातुं पातव्यं पास्यति अपि भवति तत् पिब् अस्ति भगिनि पास्यति इति आमां न जानीमः पै इति धातुः आत्मनेपदि वा सर्वमेव अग्रे किं मया मयि धातुः मया मयितुं मयितव्यं भवान् करोतु रात् रात् अत्र अस्ति अतः इडः नास्ति राधा राधा रातुं प्राप्तव्यं पुष्पा भगिनि कन् कः कन् इदानीं मै मैक् कृतं न सरला भगिन्याः क्रमः खन् सेट् अस्ति खन्ता खन्तुं खन्तव्यं खनिता खनितुं खनितव्यं केवलं द्वयमस्ति मन् हन् इति मल् इति अस्ति लकारान्त दातुः किमपि अस्माकम् आल्बल्यं नास्ति तर्हि मलिता मलितुं मलितव्यं पठिता पठितुं पठितव्यं षट् षट् भवति षटिता षटितुं षटितव्यं चै इति सेट् भवति चयिता चयितुं चयितव्यं ये इति एजन्तदातुः अस्ति सर्वेपि एजन्तः दातः अनीतः सन्ति तर्हि आदेशोपदेशे अशिति इति नातं भवति तर्हि व्या भवति व्याता व्यातुं व्यातव्यम् व्ययि क्रुद् क्रुद् तु क्रोदितुं नावल्यम् अस्ति क्रुद् इति अस्ति वा क्रुद् क्रोद्धा क्रोद्धुं क्रोद्धव्यम् अत् इडः भवति अदिता अदितुम् अदितव्यं नट् इति सेट् अस्ति नटिता नटितुं नटितव्यं पल् इति लकारान्तदातुः किमपि नास्ति तर्हि पल्लिता पलितुं पलितव्यं लट् लटिता लटितुं लटितव्यं डिङ् धातुः अत्र अस्ति इडः भवति तत्र डयिता वा डयिता डयितुं डवितव्यं धे इति एजन्तदातव सर्वे अन्यत् सन्ति आदेशे उपदेशे शिति धा भवति धाता धातुं धातव्यं वट् इति तकारान्त दातुं किमपि नास्ति तर्हि वटिता वटितुं वटितव्यम् इति नै नयिता नयितुं नयितव्यं सेट् अस्ति तुत् अस्ति वा अहं न जानामि अस्ति अस्ति अस्ति वा अतः इडः न भवति तुत् अतः तोत्ता तोतुं तोतव्यं त्रीणि अस्ति तुद् नुद् शुद्ध त्रीणि उकारान्त दकार उदुपद दकारान्त उदुपद वा धन्यवादः हल् इति सन्ति सो हलिता हलितुं हलितव्यं मम क्रमः चण् इति अस्ति नकारान्तदातु किमपि नास्ति आवल्यं तर्हि चणिता चणितुं चणितव्यम् किं किं वन् वन् वन् नास्ति वन् नास्ति, तत्तु वनिता वनितुं वनितव्यम्. पकारः चप् अपि अस्ति नास्ति, अतः चपिता चपितुं चपितव्यम्. अस्तु, सल् इति लकारान्त दातव्यम् अस्ति, सेट् भवति, सलिता सलितुं सलितव्यम्. चष् इति नास्ति इति मन्ये, चष् इति चषितव्यम्. पुष्प भगिनि, रम् रम् अस्ति, रन्तारन्तुं रन्तव्यम्. द्यै एजन्तातु आतुं भूत्वा ध्याता ध्यातुं दातव्यम्. मन् अस्ति, आवल्याम् अस्ति, मन्ता मन्तुं मन्तव्यं. तै इति आवल्यं नास्ति, परन्तु ददातु किमपि नास्ति, तर्हि तयिता तयितुं तयितव्यं. वप् अत्र नास्ति, अस्ति वप् हा वप् शप् अस्तु, वप्ता वक्तुं वक्तव्यं. षड् धातु अत्र नास्ति, अतः सदिता सदितुं सदितव्यं. षड् षड् षड् अस्ति, चत् नास्य अस्तु. हय् इति सेत् भवति, हयिता हयितुं हयितव्यं. वट् इति तकारान्त दातुः किमपि नास्ति, तर्हि वटिता वटितुं वक्तव्यम्. औच् कमान् स्टाप् इट् फर् अ मिनिट् कमान् ऐ एम् आल्मोस्ट् डन् बिद् प्लीस् स्लीपर् ओके बिद् दे बिद् बिद् अस्ति इति मन्ये भेत्ता अस्ति वा भेत्ता भेत्तं भेत्तव्यम् क्षम्यतां भगिनि ऐ एम् गोण्ट् टु से लिसन् ओके क्षम्यतां चत्वारः न त्रयः एव चत्वारि भगिनि ओके सम् नास्ति अतः इडागमः भवति समिता समितुं समितव्यम् लकारान्त दातव नास्ति सो नलिता नलितुं नलितव्यं रै यकारान्त दातुः नास्ति तर्हि क्षमितां रयिता रयितुं रयितव्यं रट् इडागमः भवति अतः रटिता रटितुं रटितव्यम् हद् इति अस्ति आव्याम् अस्ति अतः हत्ता हर्तुं हर्तव्यम् अन्यत् अस्ति फल् इति लकारान्तः नास्ति तर्हि फलिता फल् नास्ति खलु फलिता फलितुं फलितव्यम् अस्ति वा अहं न जानामि अस्ति अस्ति अस्ति वा अतः इडाहमः न भवति अतः रोस्ता रोष्टुं रोस्ता सम्यक् महोदय चर् इति अवलं नास्ति अतः चरिता चरितुं चरितव्यं शुद्ध इति आवल्यम् अस्ति इति कृत्वा क्षुत्ता क्षोत्ता सन् नकारं नास्ति अतः सणिता सणितुं सणितव्यं जप् इति अस्ति तर्हि अस्ति खलु जप्ता जप्तुं जप्तव्यम् इति जप् अस्ति अहं न चिन्तयामि क्षम्यतां नास्ति मन्ये नास्ति वप् अस्ति जपिता जपितुं जपितव्यम् गै इति ऐकारान्त अनित् सन्ति, गातुं गातुं गातव्यं गाता अस्ति, अतः इडागम भवति चैता चैतुं चैतव्यं चवितव्यम्। ज्वर अस्ति, ज्वर रेफान्तदातुः किमपि नास्ति, तर्हि ज्वरिता ज्वरितुं चवितव्यं। जम् इति नास्ति, सो चेत् जमिता जमितुं जमितव्यं। षड् अस्ति, अतः इडागम न भवति, शत्ता शत्तुं शत्तव्यम्। वयम् अत्र स्थगयामः वाद्य, यथेच्छति भगिनि। अस्तु, धन्यवादः। अस्तु, धन्यवादः, धन्यवादः।